नमस्कारः. अद्यतनकरपत्रमस्ति शत्रन्तानां सुबन्तनिर्माणम् इति. तर्हि गते सप्ताहे अनुमोदनस्य विषये वयं दृष्टवन्तः ग्रामप्रिया भगिनी चालितवती वर्गं. तर्हि यत्र इत्युक्ते नुमागमः इत्युक्ते स्त्रीलिङ्गे प्रातिपदिके एव नुमागमः भवति. यत्र नपुंसकलिङ्गमस्ति पुल्लिङ्गमस्ति तत्र तु तस्य तु तयोः तु केवलं सुबन्तनिर्माणे एव नुमागमः विधीयते. किन्तु स्त्रीलिङ्गविवक्षायां नदीप्रत्यये परे तत्र सम्यक्प्रत्यये परे इत्युक्ते नीप्रत्यये परे अत्र प्रातिपदिके एव नुमागमः भवति. तर्हि सूत्रद्वयम् आसीत्. नाम वदति किं लक्ष्मीभगिनी वदति किं सूत्रद्वयं किमिति? आं भगिनि, अत्र श्यप् शनोर्नित्यम् आच्छीनद्योर्नम्. धन्यवादः भगिनि. तर्हि आच्छीनद्योर्नम् इति सामान्यसूत्रमस्ति, अनन्तरं शप्शनो नित्यम् इति विशिष्टसूत्रमस्ति. आच्छीनद्योर्नं किं वदति? अदन्तात् अङ्गात् शी नद्योः तु नद्योः इत्युक्ते नदीप्रत्यये परे नुमागमः वैकल्पिकः इति वदति. अनन्तरं शप्शनो नित्यं वदति यदि विकरणप्रत्ययः शप् अस्ति नो चेत् किमस्ति शन् अस्ति चेत् नित्यं भवति इति. तर्हि तदनुसृत्य सूत्रद्वयम् अनुसृत्य भू आदौ दिवादौ चुरादौ नित्यं भवति नुमागमः. अनन्तरं वैकल्पिकः कुत्र भवति इत्युक्ते तुदादौ अदादौ तु वैकल्पिकः भवति. किमर्थम् इति तुदादौ श इति प्रत्ययः इति कृत्वा अदन्तम् अङ्गम् अस्ति इति कृत्वा तत्र अनन्तरं किमस्ति अदन्तं वा आदन्तं वा भवतु अकारान्तम् अस्ति चेत् तत्र वैकल्पिकः भवति इति कृत्वा तुदादौ अदादौ अपि केचन धातवः सन्ति ये आकारान्ताः वा अकारान्ताः वा भवन्ति. तेषां तु अकारान्तदातवः न सन्ति इति मन्ये अदादिगणे. तर्हि आकारान्तदातवः तु सन्ति एव. तेषामपि नुमागमः वैकल्पिकः भवति आच्छिनद्योर्नुम् इत्यनेन. अनन्तरम् अन्येषु गणेषु तु यत्र ज्योत्यादिगणे स्वादिगणे तनादिगणे क्रयादिगणे रुदादिगणे तत्र सर्वत्र अनन्तरम् अदादिगणीयदातवः यस्य अन्तिमवर्णः अकारः नास्ति ह्रस्वकारः वा दीर्घकारः वा नास्ति तस्य तत्र तु नुमागमः न भवति एव इति दृष्टवन्तः. अनन्तरं नुमागमः पुल्लिङ्गे नपुंसकलिङ्गे यथा पूर्वमुक्तं तत्र तु सुबन्तप्रक्रियायां भवति नुमागमः. तर्हि सुबन्तप्रक्रियायां पुल्लिङ्गे नपुंसकलिङ्गे कुत्र कुत्र भवति इति निर्णेतुं कानिचन सूत्राणि सन्ति. तस्मिन् विषये अग्रे पश्यामः. अरुणा भगिनी पठति किम्? शत्रन्तानां नुम् आगमव्यवस्था इति अस्ति खलु. अन्यत् पठतु अहम्. अस्तु भगिनि, निश्चयेन सरला भगिनी पठति किं भगिनि? अस्तु. शत्रन्तानां नुम् आगमव्यवस्था. शत्रन्तानां कृते षट् नुम् विधायकसूत्राणि. उगुचां सर्वनामस्थाने धातो सप्तमध्यासे प्रथमपादे सप्ततिसूत्रं सर्वनामस्थानसंज्ञकप्रत्यये परे धातुभिन्न उगितः नुमागमो भवति. अनुवृत्तिसहितसूत्रं सर्वनामस्थाने अधातोः उगुचाम् अङ्गानां नुम् सूत्रम् अस्ति यत्र सर्वनामस्थानसंज्ञकप्रत्यय परे अस्ति अपि अङ्गं धातु भिन्न अस्ति इत्युक्ते प्रातिपदिकं भवति वा अधातो इत्युक्ते धातु भिन्न अस्ति. उगित् अस्ति उगित् उक् प्रत्याहारे ऊर् ल इति वर्णा आगच्छन्ति. तत्र शत्रन्तप्रत्य विकारान्तपदम् अस्ति अत्र उगित् पदं भवति. तस्य यदि अङ्गं प्रातिपदिकं भवति उगितः तस्य सर्वनामस्थाने नुमार्गः भवति. सर्वनामस्थानं कानि सन्ति? ते अस्ति सु ओजस् अम् ओट्. प्रथमपञ्च सुप्रत्ययाः सर्वनामस्थान सर्वनामसंज्ञा तेषां भवति. सो अत्र सामान्यतया पुल्लिङ्गे नपुंसकलिङ्गे तथा अस्ति, किन्तु पुल्लिङ्गे स्त्रीलिङ्गे तथा अस्ति सर्वनामस्थानमस्ति तेषां. किन्तु इत्युक्ते पुल्लिङ्गे साक्षात् पश्यामः चेत्, किन्तु नपुंसकलिङ्गे बहुवचने एव सर्वनामस्थानं भवति. बहुवचने प्रथमाविभक्ति, द्वितीया विभक्ति, तत्रापि तत्र सर्वनामसंज्ञा भवति. तत्र तु सूत्राणि सन्ति, किमस्ति नपुंसकस्य इति अनपुंसकस्य इत्यनेन. अनन्तरं नपुंसकलिङ्गे तत्तु पुल्लिङ्गार्थे, अनन्तरं नपुंसकलिङ्गे तु शी सर्वनामस्थानम् इति सूत्रेण सर्वनामसंज्ञा भवति. अग्रे पश्यामः तस्मिन् भगिनी यथा उक्तवती. धन्यवादः भगिनी. अस्तु, लक्ष्मी भगिनी अग्रिमसूत्रं पठित्वा तस्य सूत्रार्थमपि वदति किल. नपुंसकस्य झलचः सप्तमाध्यायस्य प्रथमपादस्य द्विसप्ततितमं सूत्रमस्ति. नपुंसकलिङ्गे सर्वनामस्थाने परे झलन्ताङ्गस्य अजन्ताङ्गस्य च नुमागमः भवति. अनुवृत्तिसहितसूत्रं नपुंसकस्य झलचः अङ्गस्य नुं सर्वनामस्थाने. इत्युक्ते अत्र नपुंसकलिङ्गे एव एतत् सूत्रं कार्यं करोति. अपि च नपुंसकलिङ्गे सर्वनामस्थानसंज्ञका प्रत्ययाः भवती एव उक्तवती. प्रथमाविभक्ति बहुवचने यत्र जस् प्रत्ययः अस्ति, द्वितीयाविभक्ति बहुवचनप्रत्ययः शस् प्रत्ययः. इत्युक्ते द्वयोः एतयोः द्वयोः स्थलयोः एव नपुंसकस्य झलचः इति सूत्रेण नुमागमः भवति. इत्युक्ते अत्र निमित्तानि कानि इत्युक्ते अङ्गं झलन्ताङ्गं भवेत्, अपि च सर्वनामस्थानसंज्ञ उदाहरणं वारि शब्दः यत्र अजन्तम् अङ्गम् अस्ति, नो चेत् फलशब्दः. अनन्तरं जलन्तङ्गम् इत्युक्ते किमस्ति, उदाहरणार्थं तडित् क्षम्यतां, तत्तु स्त्रीलिङ्गपदम्. जगत् इति पदं जगत् नपुंसकलिङ्गपदम् इत्युक्ते पदस्य तस्य पदस्य अन्ते झल् प्रत्ययः रक्तवर्णः स्यात्. अजन्ताङ्गम् इत्युक्ते अत्र अजन्ताङ्गस्य सर्वाणि शत्रुप्रत्ययान्ता शब्दाः सर्वे तु जलन्तङ्गं भवति. किमर्थम् इत्युक्ते अत् इति अन्ते आयाति इति कृत्वा जलन्तङ्गं भवति. अस्तु, अत्र सर्वनामस्थाने इति सप्तमी विभक्ति अस्ति खलु, कीदृशसप्तमी अस्ति अत्र? विषयसप्तमी वा? आं भगिनि, विषये तस्मिन् विषये इति तस्यां विवक्षायां तस्मिन् विषये इति अहम् अनन्तरं उदाहरणम् आवश्यकम्. फलं फले फलानि. अनन्तरम् अन्यत् पश्यामः चेत् दधि इति शब्दः अस्ति. फलं मकारः अस्ति न प्रातिपदिकं किं फलम् इत्यस्य? फल इति अकारान्तशब्दः अस्ति खलु. धन्यवादः. तथैव वारि शब्दः, नो चेत् दधि शब्दः. पूर्वम् अजन्त किम् अस्ति, प्रातिपदिकानि द्वितीयसोपाने वा गीतासोपान द्वितीयभागे प्रथमभागे दृष्टवन्तः खलु तानि सर्वाणि. अनन्तरं हलन्तम् इति वयं तु गीतासोपान द्वितीयभागे दृष्टवन्तः. तत्र अस्माकं शत्रुप्रत्ययः तु तकारान्तं भवति खलु, सर्वे तु अत्यपि अधिकं तु ददत् किमस्ति भवत् इति आगच्छति, पीव्यत् इति. तर्हि तकारान्तम् अस्ति इति कृत्वा ज्वलन्तम् अस्ति. धन्यवादः महोदय. अत्र नुमागमः विधीयते इति उक्तमस्ति. नुमागमः यस्य आगमः अस्ति तर्हि कुत्र आयाति इति अपि वदति किं भगिनि? अत्र नुमागमः नुम् मित् अस्ति इत्युक्ते न्युम् इत्यस्मिन् मकारः इत्संज्ञकवर्णः, अतः मिदचोन्त्यात् परः इति परिभाषासूत्रेण अचः अन्त्यात् अचः परः अत्र नुमागमः भवति. आं भगिनि, इत्युक्ते तकारः यत् अन्तिमवर्णः अस्ति अस्माकं शतप्रत्ययस्य विवक्षायां, तकारः अन्तिमः वर्णः अस्ति, तस्मात् पूर्वम् आयाति. तस्मात् पूर्वमेव तत् स्वरः अस्ति खलु. अकारः अस्ति, अत् इत्यस्य अकारः अस्ति, तर्हि अकारतकारयोः मध्ये आयाति. धन्यवादः भगिनि. भगिनि सर्वनामस्थाने दातो अहं विश्रमति उत् तत्र उद् अक्षाम् अस्ति, तत् अञ्च धातुः अस्ति तस्मै भगिनि. पुनः वदति किं भगिनि? उगित अक्षां तत्र उगित् इति अङ्गमस्ति, अपि अञ्च धातुः तस्य अङ्गं पूर्वं यदि अस्ति तस्य सर्वनामस्थाने नुं भवति इति विद्याभगिनी उक्तवती. अत्र सूत्रे तु आम् उगित् नो चेत् अनन्तरम् अच् इत्यस्य अपि, अच् इत्यनेन अञ्च् गतौ इत्यर्थे अस्ति धातुः. तस्य तु तर्हि तस्मिन् विषये तु अच् इति प्रत्याहारः नास्ति इति, अञ्च् इति धातुः नकारस्य लोपं भूत्वा अत्र अच्छति शब्दः भवति. तर्हि तत्रापि सूर्यस्य क्षम्यतां सूत्रस्य प्रसक्तिः भवति. धन्यवादः भगिनि. अत्र प्रथमं सूत्रम् अत्र उत्सर्गसूत्रं वा? प्रथमसूत्रम् आम् औत्सर्गिकसूत्रम् अस्ति, किन्तु कार्यं कुत्र भवति इति पश्यामः चेत् पुल्लिङ्गे एव भवति खलु. अनन्तरं द्वितीयसूत्रं नपुंसकलिङ्गस्य कृते विशेषसूत्रमस्ति. अस्तु, अग्रे पश्यामः. रामप्रिया भगिनी अग्रिमसूत्रस्य विवरणं करोति किम्? नाभ्यस्ता चतुः अभ्यस्तसंज्ञकात् चतुप्रत्ययस्य नुम् आगमो न भवति. अनुवृत्तिसहितसूत्रं न अभ्यस्तात् अङ्गात् चतुः नुम् अत्र निषेधकसूत्रम् अस्ति. एतत् अभ्यस्तसंज्ञकधातोः अभ्यस्तसंज्ञकः धातोः इत्युक्ते शत्रुप्रत्यय यत्र शत्रुप्रत्ययः विधीयते तादृशधातोः विषये तत्र नुम् आगमः तु न भवति इति वदति. उदाहरणरूपेण अस्माकं जुहोत्यादिगणीयदातवः, अनन्तरम् अदादिगणे प्रायः भगिनी जक्षित्यादयः षट् इति केचन दातवः सन्ति यत्र नुम् आगमः न विधीयते. आं भगिनि, धन्यवादः. किमस्ति उदाहरणार्थं किम् अस्माकं जागृदातु किम् तत् न अत्र अभ्यस्तसंज्ञक जागृदातुः कृते अस्ति. आं भगिनि, अत्र अत्र अभ्यस्तात् अङ्गात् शतुः तस्य विवरणं करोति किं भगिनि? विभक्तिः अभ्यस्तात् इति पञ्चमी अस्ति. अभ्यस्तात् अङ्गात् कीदृश अङ्गम् इत्युक्ते अभ्यस्तात् अङ्गात् तत्र विशेषणविशेष्यभावः अस्ति. अतः अभ्यस्तात् अङ्गात् इति कृत्वा पञ्चमी इति कृत्वा परकार्यं. शतुः इति षष्टि स्थानी, शतुः स्थाने स्थानी अस्ति शतुः. नुम् इति आगमः, अत्रापि मिदचोन्त्यात् परः इति कारणेन अन्त्यात् अचः परः आगच्छति नुम्. निषेधकमस्ति न इति वदनेन निषेधकं भवति इति कृत्वा कदापि आगमः न भवति. धन्यवादः. एतावत् पर्यन्तं प्रश्नः नास्ति खलु. तर्हि प्रथमम् आसीत् पुल्लिङ्ग अवस्थायां सामान्यसूत्रमस्ति उगितचान्दरनामस्थाने धातोः इति उक्तमस्ति. अनन्तरं नपुंसकलिङ्गस्य कृते नपुंसकस्य जलचः इति अस्ति. अनन्तरमस्ति किं स्मर्तव्यम् इत्युक्ते अत्र शत्रुप्रत्ययस्य कृते कदापि पुल्लिङ्गं वा नपुंसकलिङ्गं वा क्षम्यताम् अभ्यस्तातङ्गात् पुल्लिङ्गं भवतु स्त्रीलिङ्गं भवतु नपुंसकलिङ्गं भवतु कुत्रापि अभ्यस्तसंज्ञक अङ्गम् अस्ति चेत् तस्य तु नुमागमः कुत्र कस्मिन्नपि लिङ्गे न भवति एव न अभ्यस्ताशतो इति सूत्रेण. अनन्तरं क्षम्यताम् अत्र पुल्लिङ्गे स्त्रीलिङ्गे न भवति नपुंसकलिङ्गस्य कृते यत्र अभ्यस्तसंज्ञक अभ्यस्त अङ्गम् अस्ति नपुंसकलिङ्गस्य कृते अन्यत् सूत्रमस्ति अग्रिमसूत्रं तत् मणिमहोदय पठति किं महोदय. क्षम्यतां महोदय. इदानीं वा नपुंसकस्य नपुंसकलिङ्गे सर्वनामस्थानसमीकप्रत्यये परे अभ्यस्तसमीकात् सत्रन्तस्य विकल्पेन नम आगमो भवति अनुवृत्तिसहितसूत्रम् अभ्यस्तात् सधुः नपुंसकस्य अङ्गस्य वा नुं सर्वनामस्थाने नपुंसलिङ्गे नाभ्यस्त चतुः इति सूत्रेण नपुंसलिङ्गे कुत्रापि न नुम् आगमः नास्ति परन्तु वा नपुंसकस्य इति सूत्रेण सर्वनामस्थाने विकल्पेन आदेशः भवति नुम् सी सर्वनामस्थानम् इति सूत्रेण बहुवचने कुत्र सि आदेश जससो सि इति सूत्रेण बहुवचने प्रथमविभक्ति बहु द्वितीयविभक्ति अपि अस्ति अत्रापि सि अस्ति अतः सि नपुंसकस्य इति सूत्रेण सि सर्वनामस्य सूत्रेण अत्र एव नुमागमः भवति विकल्पेन भवति. उदाहरणार्थं ददत् शब्दस्य वदति किं महोदय. ददत् नपुंसकलिङ्गे ददत्यौ नपुंसकलिङ्गं ददत् ददति ददन्ति इति ददति अत्र तु दद नपुंसकलिङ्गम् अस्ति इति कृत्वा ददत् ददति ददन्ति इति एकं रूपम् अन्यस्मिन् रूप पक्षे किं भवति वा इति अस्ति खलु नपुंसके तर्हि ददत् ददति ददति इत्यपि रूपं भवति. पुनः वदतु महोदय. ददत् ददति ददत् ददति ददन्ति इति वा इति अस्ति तत्र बहुवचने वा इति अस्ति खलु तर्हि एकं रूपम् अस्ति बहुवचने ददति इति अपि अस्ति अन्यत् अस्ति ददन्ति इति नकारस्य मध्ये प्रथमद्वितीयविभक्त्य विभक्त्योः उभयत्रापि समानं करोति खलु ददत् ददति ददति ददन्ति नो चेत् ददन्ति अनन्तरं द्वितीयविभक्तिः अपि समानमस्ति ददत् ददति ददन् ददति ददन्ति इति स्वीकारः अस्ति. धन्यवादः. अनन्तरम् अग्रिमसूत्रद्वयम् अस्मान् परिचितसूत्रे स्तः अरुणा भगिनी वक्तुम् इच्छति किम्. आम् भगिनि. आच्छिन्नद्योर्नु श्रीप्रत्ययः वा नदीप्रत्ययः परे अस्ति अस्ति चेत् अवर्णात् अङ्गात् शत्रन्त अङ्गस्य विकल्पेन नुम् आगमः भवति अनुवृत्तिसहितसूत्रम् आत् अङ्गात् शतुः वा नुं श्रीनद्यौ इति सूत्रं वदति श्रीप्रत्ययः वा नदीप्रत्ययः परे सत्रन्त अङ्गस्य आवर्णात् अङ्गात् सत्रन्त अङ्गस्य विकल्पेन नुमागमः भवति श्री प्रत्यय द्वितीय प्रथमद्विवचन नपुंसकलिङ्गे भवति खलु नपुंसकलिङ्गे सङ्गसूत्र आगच्छति ततः तत् नपुंसकलिङ्गे नदीप्रत्यय इति मन्ये मनसि स्त्रीलिङ्ग धातोः क्षम्यतां स्त्रीलिङ्गप्रातिपदिकात् शत्र नुमागम विकल्पेन भवति. अग्रिमसूत्रं शप्शनो नित्यं शीप्रत्ययः वा नदीप्रत्ययः परे अस्ति चेत् शप्शन् प्रत्ययोः अवर्णात् अङ्गात् शत्रन्त अङ्गस्य नित्यं नुम् आगमः भवति. अनुवृत्तिसहितसूत्रं शप्शनोः आत् शतुः अङ्गस्य नित्यं नुम् शीनाद्यो इति सूत्रेण नपुंसकलिङ्गे प्रथम शप् प्रत्यय भूवादिगणे चुरादिगणे आगच्छति. दिवादिगणे भवति ततः अत्र नित्यं नुमागम भवति. आं भगिनि, अहं चिन्तयामि एकवारं मिलित्वा पठामः वा सूत्राणि. भगिनि मम एकः प्रश्नः अस्ति, अवर्णात् शत्रुप्रत्यय अङ्गं सदा चप्रत्यय आगच्छति खलु? भवत्याः ध्वनिः सम्यक् न श्रूयते भगिनि, भङ्गं भवति मध्ये मध्ये इदानीम्. अस्तु, शत्रुप्रत्ययन्त अङ्गं सदैव झलन्त भवति खलु? अवर्णात् शतुः प्रत्ययस्य अङ्गं, शतुः प्रत्ययस्य यत् अङ्गम् अस्ति पञ्चमी अस्ति, पश्यतु शतुः प्रत्ययः तु ज्वलन्तम् अस्ति इति वयं जानीमः, किन्तु शतुः प्रत्ययस्य पूर्वं किमर्थम् इत्युक्ते पञ्चमी अस्ति, आत् अङ्गात् इति पञ्चमी अस्ति, शतुः स्थाने अस्ति, तर्हि तस्मात् प्राक् शतुः इति प्रत्ययः यत् अस्ति तस्मात् प्राक् आत् अस्तु, तस्मात् प्राक् तु केवलम् अवर्णात् अङ्गात् वा यत्र अस्ति एतत् शत्रुप्रत्यय अङ्गं प्रत्ययपत्ति अस्ति, अन्य अवर्णात् अङ्गात् न भवति अन्ये? न अवगच्छामि भगिनि, पुनः अवर्णात् शत्रु अस्ति न, शत्रुप्रत्यय वयं जानीमः झलन्तम् अस्ति, किन्तु अवर्णात् अङ्गात् शत्रन्त अङ्गस्य इत्युक्ते अवर्णात् यथा उपधायाम् अस्ति अवर्णात् अङ्गात् अत्र आत् अङ्गात् इति शतुः इत्यस्य विशेषणं नास्ति. जलः शतुः इति उक्तम् आसीत् चेत् जलः शतुः इत्यस्य विशेषणमिति स्वीकर्तुं शक्यते, नो चेत् किम् अस्ति आतः अङ्गस्य इति उक्तमस्ति चेत् शतुः इत्यस्य विशेषणम् इति वक्तुं शक्यते, किन्तु अत्र पञ्चमी अस्ति इत्युक्ते शतुः इति यत् स्थाने अस्ति तस्मात् प्राक् इति अवगन्तव्यं खलु? अस्तु भगिनि, किमपि भवत्याः ध्वनिः सम्यक् न श्रूयते, प्रतिदिनं क्लेशः भवति भगिनि, किमपि द्रष्टुं शक्नोति किं? नो चेत् दूरवाण्याम् आगच्छति वा अधुना? नो चेत् तर्हि पी सि मध्ये प्रयत्नं कर्तुं शक्नोति किं सङ्गणकं द्वारा आगन्तुं? किमर्थम् इत्युक्ते सम्यक् एव न श्रूयते, अनन्तरं मध्ये मध्ये बहु ध्वनिः श्रूयते अस्माकं कर्णौ विद्यते, नास्ति चिन्ता, भवती सङ्गणकद्वारा वा नो चेत् भिन्नं दूरवाणीं वा उपयुज्य दूरवाण्या वा प्रयत्नं करोति किम् एकवारं प्रायः अग्रिमसप्ताहे, नो चेत् प्रायः हेड्सेट् तस्य क्लेशः अपि स्यात् तर्हि तदपि पश्यतु. अस्तु, तर्हि आहत्य एकवारं पठामः किं सर्वाणि सूत्राणि मिलित्वा? आं भगिनि, अन्येषां सर्वत्र वर्गेषु वयं तथा कुर्मः, अस्मिन् वर्गे वयं न कुर्मः एव. तर्हि उगितछां सर्वनामस्थाने धातोः इति प्रथमसूत्रं द्विवारं वदामः किं? सर्वे वदन्तु, आरम्भं करोमि. उगितछां सर्वनामस्थाने स्थाने अधातोः नपुंसकस्य जलजः नपुंसकस्य जलजः त्रिवारं नपुंसकस्य जलजः नपुंसकस्य जलजः जलजः नाभ्यस्ता चतुः नाभ्यस्ता चतुः नाभ्यस्ता चतुः नाभ्यस्ता चतुः भगिनि सर्वैः वक्तव्यं वा आं भगिनि इति प्राप्ति नो चेत् अस्माकं कदाचित् वयं न तस्य उच्चारणमपि काठिन्यं भवति खलु अस्माकं कृते किमर्थम् इत्युक्ते वयं उच्च मुखमुद्घाट्य कदापि वयं न कुर्मः वानपुंसकस्य आचीनद्योर्णम् शप्शनोर्नित्यम् स्मरामः खलु तर्हि प्रत्येकस्य सूत्रस्य अर्थम् अवगच्छामः चेत् अग्रे कर्तुं शक्नुमः अत्र स्वयं कर्तुं प्रयतामहे अत्र पुल्लिङ्गस्य कृते कस्य कस्य सूत्रस्य प्रसक्तिः भवति प्राप्तिः अपि भवति इति किञ्चित् चर्चां कुर्मः महोदय तु अधः दत्तः महोदयेन दत्तं किन्तु अस्माभिः स्वयं कर्तुं प्रयतामहे तर्हि उगितसां सर्वनामस्थाने अधातोः पुल्लिङ्गे तस्य प्रसक्तिः अस्ति किम् अस्य पुल्लिङ्गे एव भवत्या महोदय पुल्लिङ्गे एव भवति स्त्रीलिङ्गे प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति किमर्थम् इत्युक्ते अन्यसूत्रम् आगच्छति खलु कः सूत्रम् आगच्छति स्त्रीलिङ्गस्य कृते इति सूत्रद्वयम् आगच्छति आम् अनन्तरम् अस्ति नपुंसकलिङ्गे अस्य सूत्रस्य प्रसक्तिः अस्ति किम् उगितचां सर्वनामस्थाने इति अधातोः इत्यस्य किमर्थम् इत्युक्ते अस्माकम् अग्रिमं सूत्रमस्ति विशिष्टसूत्रम् आगच्छति नपुंसकस्य जल च सर्वनामस्थाने तत्र तदनन्तरं तर्हि नपुंसकलिङ्गे तर्हि अपुल्लिङ्गे एव अधुना चर्चा अभवत् अनन्तरं किमर्थम् उगितसूत्रं नपुंसकलिङ्गे न कार्यं करोति इति अग्रिमसूत्रमस्ति खलु नपुंसकस्य जलचः इति अस्ति खलु तत्र विप्रतिषेधे परसूत्रं बलवत् वा निरवकाशं भवति खलु नपुंसकस्य जलचः इति सूत्रं न कार्यं अपवादत्वेन अस्तु किमर्थम् इत्युक्ते पश्यामः अत्र साक्षात् अग्रिमसूत्रमस्ति खलु 70 अस्ति अग्रिमम् अस्ति 72 अस्ति खलु इति कृत्वा अत्र अनुवृत्तिः आगच्छति तर्हि अग्रिमसूत्रमस्ति नपुंसकस्य जलचः इति सूत्रं तस्य प्रसक्तिः पुल्लिङ्गे भवति किं स्त्रीलिङ्गे नपुंसकस्य अग्रिमं नपुंसकस्य इति तत्र उक्तमस्ति खलु विशिष्टमस्ति नाभ्यस्ताश्चतुः इति सूत्रं पुल्लिङ्ग पुल्लिङ्ग् भवति किम् भवति आम् प्राप्तिः प्रसक्तिः प्राप्तिः अस्ति स्त्रीलिङ्गे भवति खलु उदाहरणार्थं ददति आम् उदाहरणार्थं अत्र नाभ्यस्थाशत आम् आं भवति किमर्थम् इति लिङ्गम् अत्र न उक्तमस्ति इति कृत्वा यद्यपि वयं जानीमः आचीनद्योनुं शप्शनो नित्यमिति सूत्रद्वयमेव अस्ति नो चेत् न भवति एव अन्यत्र किन्तु अभ्यस्त अङ्गस्य इति उक्तमस्ति इति कृत्वा स्त्रीलिङ्गे अपि प्रसक्तिः प्राप्तिः तु भवितुमर्हति खलु नपुंसकलिङ्गे भवति किम् प्रसक्तिः अस्ति, प्राप्तिः नास्ति. प्रसक्तिः अस्ति, प्राप्तिः न भवति. किमर्थम् इत्युक्ते अग्रिमसूत्रमस्ति. अग्रे तर्हि वानपुंसकस्य इत्यस्य प्रसक्तिः पुल्लिङ्गे न भवति, स्त्रीलिङ्गे अपि न भवति इति उक्तं. तर्हि नपुंसकलिङ्गे भवति अभ्यस्तार्थङ्गात् भवति खलु नपुंसकस्य. अत्रापि रूपद्वयमस्ति किल किल भगिनि, तत्र वा नपुंसकस्य इति. अतः यत् प्रथमरूपं यत्र नपु नुमागमः भवति तत्तु नाभ्यस्ता चतुः इति सूत्रेण भवति किल? न, सूत्रद्वयस्य अनुवृत्तिः यत्र वा इति उक्तम् अस्ति तत्र अनुवृत्तिः अपि स्वीकर्तव्यं खलु इति कृत्वा एकेन एव सूत्रेण प्राप्नोति खलु रूपद्वयमपि. तद्वयं तत्र एकवारं दृष्टवन्तः तादृशम् इति किल. वा इति तत् समुच्चयार्थे अस्ति इति. समुच्चयार्थे अत्र नाभ्यस्तशतु इति अस्ति. उदाहरणम् एकं पश्यामः, ददत् क्षम्यतां, ददत् इति पुल्लिङ्ग् ददत् इति अस्ति. तस्य रूपाणि किं किं भवन्ति भवन्ति ददत् ददतौ ददतः इति भवति खलु. ददत् ददतौ ददतः, ददतं ददतौ ददतः इति. नपुंसकलिङ्गे अस्ति चेत् दृष्टवन्तः ददत् ददति ददन्ति नो चेत् ददति, अनन्तरं ददत् ददति ददन्ति नो चेत् ददति इति. अनन्तरं भगिनि भगिनि नाभ्यस्तात् चतुः सूत्रं पुंलिङ्गे एव प्रसक्ति भवति, कार्यं करोति. स्त्रीलिङ्गे अपि, स्त्रीलिङ्गे उदाहरणार्थं ददत् इति स्त्रीलिङ्गे स्वीकुर्मः चेत् ददति इति रूपम् अस्ति खलु. ददति इति प्रातिपदिकस्य एव न भवति नुमागमः. अनन्तरं सुप्रत्ययपरे अपि निमागमः न भवति. इत्युक्ते ददत् ददति ददत्यौ ददत्यः, ददतीं ददत्यौ ददत्यः इति रूपाणि. पुनः वदतु, ददत् ददति ददति ददत्यौ ददत्यः, ददति ददत्यौ ददत्यः इति. पुल्लिङ्गे अस्ति ददत् ददतौ ददतः इति. आं भगिनि, अस्तु. ददतं ददतौ ददत्य ददतः. अनन्तरम् एकम् उदाहरणम् अस्माकम् अन्येषु गणेषु अपि पश्यामः. उदाहरणार्थं पुल्लिङ्गे चिन्तयामः चेत् गणं न द्रष्टव्यं, केवलं पुल्लिङ्गस्य नपुंसकलिङ्गस्य विषये पश्यामः चेत् केवलम् अभ्यस्त अङ्गमस्ति चेत् अस्ति अस्ति वा इत्येव द्रष्टव्यम्. अन्ये अन्यत्र सर्वत्र तु समानकार्यमस्ति पुल्लिङ्गे नपुंसकलिङ्गे. यत्र अभ्यस्तङ्गमस्ति तत्र एव पुल्लिङ्गे किम् अस्ति नाभ्यस्तशतुः इत्यनेन पुल्लिङ्गे स्त्रीलिङ्गे च तत्र नुमागमः न भवति एव. अनन्तरं नपुंसकलिङ्गे वा नपुंसकस्य इत्यनेन नुमागमः विकल्पेन भवति. किन्तु अन्यत्र सर्वेषु गणेषु उदाहरणार्थं यत्र अक्रयादिगणः वा रुदादिगणः वा भुवादिगणः वा दिवादिगणः वा भवतु, केवल अत्र तु एकमेव सूत्रमस्ति अस्माकं किम् अस्ति उगितचां सर्वनामस्थाने. अनन्तरं सूत्रद्वयमेव अस्ति खलु अन्येषु गणेषु सूत्रद्वयम्, उगितचां सर्वनामस्थाने अधातुः इति पुल्लिङ्गस्य कृते, नपुंसकस्य जलचः इत्यनेन नपुंसकलिङ्गस्य कृते. तर्हि तस्य उदाहरणं पश्यामः चेत् भवत् इति पश्यामः, रूपाणि किं भवन्ति उगितचां सर्वनामस्थाने इत्यनेन? भवान् इति आगच्छति. तत्र तु भवन्तौ भवन्तः भवन्तं भवन्तौ भवन्तौ भवन्तौ भवतः. आम्, स्त्रीलिङ्गस्य कृते नपुंसकस्य जलजः इत्यनेन किं भवति? स्त्रीलिङ्गे भवत् भवति भवन्ति भवन्ति भवत् भवति भवन्ति भवन्ति. अन्यत् स्वीकुर्मः दीव्यत् इति स्वीकुर्मः. पुल्लिङ्गे किं भवति? पुल्लिङ्गे भवति दिव्य खलु, दिव्यान् दिव्यन्तौ दिव्यन्तौ दिव्यन्तः दिव्यन्तं दिव्यन्तं दिव्यन्तौ दिव्यन्तौ दिव्यन्तः. नपुंसकलिङ्गे किं भवति? दिव्यन्ति दीयन्ति दीयन्ति दीयन्ति. तर्हि पुल्लिङ्गस्य कृते सूत्रद्वयं, क्षम्यतां, सामान्य गणानां कृते, पुल्लिङ्गं वा नपुंसकलिङ्गं वा चिन्तनं गणमनुसृत्य भवति. सामान्यगणानां कृते सूत्रद्वयम्, उगितचां सर्वनामस्थाने, अनन्तरं नपुंसकस्य जलजः इति. अनन्तरं यत्र नपु अभ्यस्तङ्गम् अस्ति, जुहोत्यादिगणे अस्ति चेत्, नो चेत् अभ्यस्तङ्गम् अस्ति चेत् तस्य तु नाभ्यस्तशतुः, अनन्तरं वानपुंसकस्य इति सूत्रद्वयं, पुल्लिङ्गे नपुंसकलिङ्गे च लिङ्गे च चिन्तनं अस्ति. अनन्तरं किम् अस्ति, स्त्रीलिङ्गे अस्ति चेत् सूत्रद्वयं भवति, आशीनद्योर्नु शप्शनौनित्यम् इति. अहं मन्ये अत्र अधुना विवृतम् अस्ति महोदयेन प्रत्येकं लिङ्ग प्रत्येकस्य लिङ्गस्य कृते. क्षम्यताम्, अत्र विद्याभगिन्याः यत् चालितं वर्गम् आसीत् तस्मिन् वर्गे कुतः पर्यन्तं कृतम्? स्त्रीलिङ्गपर्यन्तं भगिनि, तापि उदाहरणं दत्तवती तस्य, ददत् भवत् अनेकानि उदाहरणानि वयमपि कुर्मः. तर्हि किञ्चित् दृढीकृतं भवति खलु अस्माकं चिन्तनम्. अस्तु, तर्हि पुल्लिङ्गे वयं तु दृष्टवन्तः सूत्र, पुल्लिङ्गे तु सर्वनाम स्थानस्य कृते सूत्रमस्ति, अत्र उक्तमस्ति सूड सूडनपुंसकस्य इति. कः पठति? लक्ष्मीभगिनी पठति किं भगिनि? सूडनपुंसकस्य प्रथमाध्यायस्य प्रथमपादस्य त्रिचत्वारिंशत् एकं सूत्रमस्ति. सुट् प्रत्याहारे सु आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थानसंज्ञा भवति, परन्तु नपुंसकलिङ्गे न. इत्युक्ते अत्र सुट् इति एकः प्रत्याहारः, सुट् प्रत्याहारे अत्र सु औजस् अमौट् इति पञ्चप्रत्ययाः सन्ति. तदर्थमेव अत्र सु आदीनां पञ्चानां प्रत्ययानां नाम अस्ति, सर्वनामस्थानसंज्ञा भवति, किन्तु नपुंसकलिङ्गे न भवति. तदर्थमेव अत्र सूत्रे सुट् अनपुंसकस्य इति पदद्वयमस्ति. अनपुंसकस्य इत्युक्ते तत्र नैतत्पुरुषसमासः अस्ति इति भाति. अत्र अग्रे सूत्रस्य विवरणं दत्तमस्ति, भगिनी पठति किं भगिनि? सुप् प्रत्याहारे सु आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थानसंज्ञा भवति, परन्तु नपुंसकलिङ्गे न. सुट् प्रत्याहारे सु औजस् अम् औट् इति इमे प्रत्ययाः अन्तर्भूताः, न नपुंसकम् अनपुंसकं नैतत्पुरुषः तस्य अनपुंसकस्य. सुट् प्रथमान्तम् अनपुंसकस्य षष्ठ्यन्तं द्विपदमिदं सूत्रं. षि सर्वनामस्थानम् इत्यस्मात् सर्वनामस्थानम् इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं सुट् सर्वनामस्थानम् अनपुंसकस्य. तदेव अत्र दत्तमस्ति. इत्युक्ते अत्र प्रथम सुट् प्रत्याहारे सु औजस् अमौट् इति पञ्चप्रत्ययाः अन्तर्भूताः सन्ति. अत्र सूत्रे अनपुंसकस्य इति पदमुक्तमस्ति, अनपुंसकस्य तत्र न नपुंसकम् अनपुंसकं, तत्र नैतत्पुरुषसमासः अस्ति, न नपुंसकम् अनपुंसकं तस्य इति विग्रहवाक्यं वक्तव्यमस्ति. सुट् प्रथमान्तम् अनपुंसकस्य षष्ठ्यन्तं द्विपदमिदं सूत्रम्. अपि च सर्वना श्रीसर्वनामस्थानम् इति सूत्रात् सर्वनामस्थानम् इति पदस्य अनुवृत्तिः अस्ति अस्मिन् सूत्रे. धन्यवादः भगिनि. अग्रे उगितचां सर्वनामस्थाने इत्यस्य अपि दत्तमस्ति, तदपि पठामः किं? रामप्रिया भगिनी. आं भगिनि, उगितचां सर्वनामस्थाने अधातोः सर्वनामस्थानसंज्ञकप्रत्यये परे धातु भिन्न उगितः नुमागमो भवति, यस्मात् अञ्चु धातुः नकारलोपः जातः तस्य अच् धातोः अपि नुमागमो भवति। उक् इत् येषां ते उगितः बहुव्रीहिः, उगितश्च अच्च तेषाम् इतरेतरद्वन्द्वः उगिदचः तेषाम् उगिदचाम्, न धातुः अधातुः नैतत्पुरुषः तस्य अधातोः। उगितचां षष्ट्यन्तं सर्वनामस्थाने सप्तम्यन्तम्, अधातोः षष्ट्यन्तं त्रिपदमिदं सूत्रम्। इदितो नुम् धातोः इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं सर्वनामस्थाने अधातोः उगिदचाम् अङ्गानां नुम्। अत्र यत् सर्वनामस्थानसंज्ञकप्रत्यये परे इत्युक्ते अस्माकं सुट् प्रत्ययः पुल्लिङ्गस्य कृते, नपुंसकलिङ्गस्य कृते तु षि प्रत्ययः, द्वयोः अपि ग्रहणं भवति। धातुभिन्न उगितः नुम् आगमो भवति इत्युक्ते धातुः न भवेत् धातुभिन्न अधातोः, उगितः इत्युक्ते उक् उक् इत् यस्य सः उगितः तत्र नुम् आगमः भवति इति सूत्रं वदति। एतत् सूत्रस्य प्रसक्तिः अञ्चु इति धातोः विषये अपि तस्य प्रसक्तिः अस्ति, तत्र अपि नुम् आगमः भवति। प्रथमं नकारलोपः जातः, अनन्तरम् अच् इति धातुः आगच्छति, अनन्तरं नुमागमः भवति इति सूत्रं वदति। अत्र अनुवृत्तिसहितसूत्रे सर्वनामस्थाने इति सप्तम्यन्तम्, अधातोः अपि सप्तम्यन्तम्, उगिदचाम् अङ्गानां षष्टि नुम् नुम् इति आगमः भवति। धन्यवादः भगिनि। तर्हि किञ्चित् अभ्यासं कुर्मः, एकैकं धातुं स्वीकृत्य पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे वक्तव्यं, चिन्तनमपि वक्तव्यं, सूत्राणि कानि इति प्रयतामहे। अत्र मणिमहोदय वदति किं प्रथमं युवत् इति यु धातुः अस्ति, अदादिगणीयधातुः अस्ति, प्रातिपदिकं भवति युवत् इति भवति इति मन्ये, तर्हि तस्य पुल्लिङ्गरूपाणि कानि इति वदति किं महोदय? पुल्लिङ्गरूपं युवत् महोदय, आम् युवत् इति, आम् द्विवचने वा किं महोदय? युवत् अत्र सर्वनामस्थ चिन्तनं कं किं भवति, पुल्लिङ्गे अस्ति चेत् अस्माकं चिन्तनं किं भवति, गणचिन्तनं अतः प्रथमं किं चिन्तव्यं, प्रथमं तु अभ्यस्तसंज्ञक अस्ति वा इति चिन्तनीयम्। एतत्तु अदादिगणीयः इति मया उक्तम् इति कृत्वा अभ्यस्तसंज्ञा नास्ति अस्य धातुः इति कृत्वा, तर्हि सामान्यकार्यम् उगितचाम सर्वनामस्थाने अधातोः, उगितचां सर्वनामस्थाने अधातोः इति सूत्रेण सर्वनामस्थानकसंज्ञक स्थलेषु आयान्ति इति कृत्वा रूपाणि किं भवन्ति? युवन्तौ अत्रापि उत्तमं महोदय। नपुंसकलिङ्गे चिन्तनं किं, नपुंसकलिङ्गे सर्वनामस्थान बहुवचने प्रथमपुरुष बहुवचने चिन्तनं कथं भवति, अस्माकं प्रथमसोपाने किं चिन्तनीयं भवति, किमस्ति अभ्यस्तसंज्ञक अस्ति वा इति, अभ्यस्तसंज्ञा नास्ति इति कृत्वा सूत्रं किमस्ति अस्माकम्? अभ्यस्तसंज्ञकं नास्ति इति चेत् युवत् नपुंसकस्य जलचः इति सूत्रेण भवति खलु, तदपि वक्तव्यं खलु, नपुंसकस्य जलचः इत्यनेन सर्वनामस्थाने नपुंसकलिङ्गे सर्वनामस्थाने नुमागमः भवति, खलु तर्हि नपुंसकस्य जलचः इति सूत्रं तदपि उक्त्वा वदतु महोदय. अत्र सर्वनामसमये एव निमागमः भवति बहुवचने बहुवचने प्रथम द्विवचने प्रथमाविभक्ति बहुवचने द्वितीयाविभक्ति बहुवचने द्वितीयाविभक्ति बहुवचने एव भवति. किम् इत्युक्ते अस्माकं प्रयत्नः अधुना रूपाणि साधयामः इति नास्ति, सूत्रस्य सारांश अवगत्वा सूत्रसहितदृष्टिः इति अस्ति खलु, तर्हि सूत्रमपि उक्त्वा भवता वक्तव्यं. तर्हि रूपाणि अधुना वदन्तु वदतु महोदय. युवति युवन्ति तदेव युवत् युवति युवन्ति. उत्तमं महोदय, उत्तमं महोदय, धन्यवादः. अधुना अग्रिमधातुः अस्ति सिव् इति धातुः स्वीकुर्मः. सीव्यत् इति भवति रूपं दिवादिगणीयधातुः अस्ति. तर्हि चिन्तनमपि उक्त्वा वदति किम् अत्र अरुणा भगिनी प्रयत्नं कर्तुम् इच्छति किं भगिनि? मणिमहोदय स्त्रीलिङ्गे न उक्तवान्, प्रथमं पुल्लिङ्गनपुंसकलिङ्ग चिन्तनं कृत्वा अनन्तरं स्त्रीलिङ्गस्य चिन्तनं कुर्मः. भगिनी वदतु सीव्यत् इति. सीव्यत् पुंलिङ्गे सीव्यान् सीव्यन् न न न प्रथमं तु चिन्तनं सूत्रं वक्तव्यं खलु. प्रथमं किम् अस्ति, अभ्यस्तसंज्ञा अस्ति वा इति द्रष्टव्यम्. अभ्यस्तसंज्ञा नास्ति उगतिचां सर्वनामस्थाने अधातोः सूत्रेण नुमागम सर्वनामस्थान प्रत्यय परे आगच्छति. ततः शिव्यान् शिव्यन्तौ शिव्यन्तः शिव्यन्तं शिव्यन् सीव्यान् इति नास्ति किं मन्ये, सीव्यत् सीव्यन् इति एव अस्ति. क्षम्यतां मया पूर्वं तु सीव्यन् सीव्यन्तौ तत्र दीर्घादेशः न भवति, सीव्यन् सीव्यन्तौ दीर्घ. धन्यवादः. नपुंसकलिङ्गे किं भवति? नपुंसकलिङ्गे नपुंसकश्च जलचः सूत्रेण अत्रापि अभ्यस्तङ्गमस्ति इति कृत्वा नाभ्यस्तशतौ इत्यस्य प्रसक्तिः नास्ति. तर्हि नपुंसकस्य जलचः इति सूत्रेण प्रथमद्वितीय बहुवचनस्थाने निर्मागम आगच्छति. ततः सीव्यन्ति नपुंसकलिङ्गे पश्यामः. भगिनि भगिनि भगिनि अरुणा भगिनी अरुणा भगिनी सम्यक् एव उक्तवती. किमस्ति सरला भगिनीं वदामि. भगिनी नपुंसकलिङ्गे द्विवचने शप्शनो नित्यं तत्र नुमागम भवति न? भवति तत्र द्वे रूपाणि न न न न आमां सत्यं द्विवचने अत्र सीव्यत् सीव्यन्ति सीव्यन्ति इति भवति इकार बहुवचने. आमाम् अत्र शप्शनोर्नित्यम् इति सूत्रं किं वदति? शप्शनोः क्षिप्रत्ययपरे क्षिप्रत्ययपरे इत्युक्ते क्षिप्रत्यय तु बहुवचने एव अस्ति खलु. द्विवचने नपुंसकलिङ्गे आगच्छति क्षिप्रत्यय दीर्घक्षिप्रत्ययः आगच्छति द्विवचने. आमां नपुंसकच्च नपुंसकात् अङ्गात् अप्रत्ययस्य स्थाने शि आदेशो भवति. स्त्रीलिङ्गं नपुंसकलिङ्गे नास्ति शप्शनोर् नित्यं शी नद्योः. आमामां श्रीनद्योः इति अस्ति खलु, सत्यम्? आं भगिनि, तर्हि नपुंसकलिङ्गस्य अनन्तरं पश्यामः, प्रथमं तु पुल्लिङ्गस्य दृष्ट्वा अनन्तरं पश्यामः. धन्यवादः भगिनि. आम् अवगच्छामि, मम दोषः अभवत्. आम् अग्रे लक्ष्मी भगिनी वदति किम्? धातुः का भगिनि? एकनिमिषं भगिनि, स्वीकरोमि. आम् धी धातुः अस्ति, तर्हि बिभ्यत् इति पुल्लिङ्गस्य कृते धी धातुः, तत्र बिभ्यत् इति शतरन्तरूपम्. अस्तु, पुंलिङ्गे रूपं साधयामश्चेत् उभिवचां सर्वनामस्थाने धातोः इति सूत्रेण अत्र नवसुगणेषु इति उक्तमस्ति इति कृत्वा भी धातुः कस्मिन् गणे अस्ति? जुहोत्यादिगणे. अस्तु, जुहोत्यादिगणे अस्ति इति कृत्वा अत्र द्वित्वं भूत्वा अभ्यासकार्यमस्ति. तेन नाभ्यस्थाच्छतुः इति सूत्रमागत्य कार्यं करोति. तेन अस्मिन् धातौ नुमागमः न भवति. अतः अत्र यथा भवती उक्तवती, बिभ्यत् इति प्रातिपदिकमस्ति, किन्तु रूपाणि कथं भवन्ति इत्युक्ते बिभ्यन् बिभ्यतौ बिभ्यतः बिभ्यत् बिभ्यतं बिभ्यतौ बिभ्यतः इति भवति वा? आम् इति मन्ये भगिनि. खलु भगिनि, बिभ्यन् कथं भवति? बिभ्यति इति भवति न प्रथम विभक्त्यां? आम् सत्यं, बिभ्यति ददत् इति यथा तथा नपुंस तत्तु सर्वनामस्थानम् अस्ति खलु, प्रथमाविभक्ति एकवचनम् इति कृत्वा तत्रापि न भवति, नकारः नास्ति. बिभ्यत् बिभ्यतौ बिभ्यतः बिभ्यतं बिभ्यतौ बिभ्यतः इति खलु. पुंलिङ्गे प्रथमाविभक्ति एकवचनं तत्र तत्रापि सर्वनामस्थानमस्ति खलु, तत्रापि नकारः नास्ति. सामान्यस्य नकारः अस्ति इति कृत्वा उदाहरणार्थं भवत् शब्दस्य तत्र तु भवन् इति भवति, तत्र गच्छन् इति अस्ति खलु, गच्छन् इति तत्र तु गच्छन् इत् इति अस्ति. आदौ तु गच्छन्, अनन्तरं सुप्रत्ययस्य तु इत् इत्यपि अस्ति, अनन्तरं सुप् अपि आयाति, सुप्रत्ययस्य लोपः भवति, अनन्तरम् इत्यस्य अपि लोपः भवति. केन सूत्रेण? गतसप्ताहे हे रामप्रिया भगिनी उक्तवती इति मन्ये. अत्र किम् आसीत् भगिनि? संयुक्तः संयोगान्तस्य लोपः इति सूत्रेण. तर्हि गच्छन् इति तिष्ठति, तद् सः नकारः अपि नैव न आयाति. अत्र तु नुमागमः न भवति इति कृत्वा बिभ्यत् तिष्ठति इत्युक्ते सर् अत्र षट्सु रूपेषु तत्र बिभ्यत् बिभ्यतौ बिभ्यतः बिभ्यतं बिभ्यतौ बिभ्यतः. अस्तु, इत्युक्ते अत्र कुत्रापि पञ्चसु स्थलेषु नुमागमः न दृश्यते. अग्रे अनन्तरं पश्यामः नपुंसकलि भिन्नरीत्या, प्रथमं सरलम् अस्ति पुल्लिङ्गस्य. अस्तु, रामप्रिया भगिनी वदति किं भगिनि? रुदादिगणस्य किमस्ति कृत् इति धातुः, कृन्तत् इति भवति, कृन्दत् कृन्तत् कृन्दत् कृन्दत् तत् कृन्तत् कृन्तत् तत् कृन्तत्. अस्तु, अत्रापि अस्माकम् उगिदचां सर्वनामस्थाने अधातोः इति सूत्रेण नुम् आगमः भवति. आम्, नुम् आगमः भवति चेत् कृन्तन्त् इति भवति. तत्र तकारलोपः यदा संयोगान्तस्य लोपः इति सूत्रेण कृन्तन् कृन्तन् कृन्तन्तौ कृन्तन्तः कृन्तन्तः. आम्, कृन्तन्तं कृन्तन्तौ कृन्ततः. आं भगिनि, धन्यवादः भगिनि. सर्वेषां भगिन्यः भगिनी मणिमहोदयस्य अपि न अभवत् खलु मया ओ नमस्ते स्वागतं भगिनी अस्तु करिष्यामि अस्तु भगिन्याः शृ हिंसायाम् इति अर्थे क्रियादिगणस्य धातुः शृणत् इति अङ्गम् इति मन्ये अस्तु शृणत् इति प्रातिपदिकम् अस्ति पुल्लिङ्गे उगिताञ्चाप् सर्वनामस्थाने नुमागम भवति शृवन् भवति प्रथमाविभक्त्यां श्रुवन्तौ शृणत् शृणत् नकारः अनन्तरम् इत् शिवस्य शा अस्ति खलु ततः शृ इति अनन्तरं नकारः तकारः शृणत् साधु शृणत् इति भवति शृणत् नकार आगच्छति शृणन्त् इति शृणन्त् इति भवति किन्तु संयोगातस्य एकस्य लोपः भवति तु शृणन् इति भवति शृणन् साधु शृणन्तौ शृण्वन्तः शृण्वन्तं शृण्वन्तौ शृण्वन्तः इति भवति शृणतः इति अहं भगिनि धन्यवादः अत्र अभ्यस्तसंज्ञा नास्ति इति कृत्वा वा किमस्ति नाभ्यचतुः इत्यस्य प्रसक्तिः नास्ति प्रसक्तिः नास्ति औत्सर्गिकसूत्रम् उहितचान्तरनामस्थाने इत्यस्य कार्यं भवति धन्यवादः भगिनि पुष्प मणिमहोदय उक्तवान् खलु तर्हि पुष्पवचनः इति आगच्छति वा तत्र तु सर्वनामस्थानं नास्ति इति कृत्वा पुल्लिङ्गे न भवति पृच्छतु महोदय अल्ल पुल्लिङ्गे न अहम् उक्तवान् नपुंसकलिङ्गे एव अहम् उक्तवान् न न भवान् पुल्लिङ्गे न उक्तवान् किम् अस्तु महोदय पृच्छामि अत्र चल् धातुः चुरादिगणीयधातुः अस्ति किम् अस्ति अत्र चालयत् इति रूपं पश्यामि चालयत् इति चालयत् चुरादिगणीयसूत्रेण चालय तकारलोपः किं भवति प्रथमं द्वितीयं धातु द्वित् द्वितं न भवति सूत्रं किम् सूत्रं सर्वनास्थान धातोः इति सूत्रेण कार्यं भवति प्रथमे महोदय विस्मृतवान् धातु किं भवति चालयत् इति प्रातिपदिकं छत्रयत् महोदय समीपन्धस्य इति सूत्रेण अन्तिमवर्णः लोपो भवति अतः चालयन् इति एकवचने भवति नुमागमः चालयन् द्विवचने चालयन्तौ बहुवचने चालयन्तः द्वि चालयन्तं चालयन्तौ चालयतः इति उत्तमं महोदय आम् पुष्पा भगिन्याः कृते एकनिमिषम् वदामि भगिनि एकं चर्चत् इति सुदादिगणीय चर्चत् इति चर्च् चर्च् इति चर्चति परिभाषण चर्चति इति अस्ति खलु, तर्हि चर्चत् इति प्रातिपदिकं चर्चति, सुदादिगणः इति. अत्र गणं किम्? अतुदादिगणे गणम् अस्ति. सुदादिगणे अत्र नुमागमः भवति, उगिदचां सर्वनामस्थाने धातोः इत्यनेन. तत्तु चर्चन् चर्चन्तौ चर्चन्तः चर्चन्तं चर्चन्तौ चर्चतः. धन्यवादः भगिनि. तर्हि सर्वेषामपि क्रमः जातः खलु इति कृत्वा अग्रे सरेम. नपुंसकलिङ्गे पश्यामः. तर्हि अत्र नपुंसकलिङ्गे सूत्राणि कानि सन्ति? अस्माकं तु बहुवचने किम् आसीत्? अस्माकं प्रथमाविभक्ति बहुवचने, द्वितीयविभक्ति बहुवचने, सूत्रं किम् आसीत्? नपुंसकस्य जलचः, अनन्तरं वानपुंसकस्य इति सूत्रद्वयम्. वानपुंसकस्य तु सर्वत्र आयाति खलु, सर्वत्र अस्ति. सर्वत्र इत्युक्ते किमस्ति, बहुवचने द्विवचने अपि तस्य कार्यं भवति खलु. अस्तु अग्रे, तर्हि द्विवचने कार्यं सूत्रं किम्? अत्र षी प्रत्ययः अस्ति द्विवचने, दीर्घ षी इति. तस्य तु शप्शनोर्नित्यम् इति, अनन्तरम् आशीनद्योर्नुम् इति सूत्रद्वयम्. आशीनद्योर्नुं शप्शनोर्नित्यम् इति सूत्रद्वयं गणम् अनुसृत्य भवति द्विवचने. बहुवचने गणम् अनुसृत्य नास्ति, केवलं बहुवचने तु केवलं जुहोत्यादिगणे अस्ति वा इत्येव द्रष्टव्यं बहुवचनस्य कृते. यदि जुहोत्यादिगणे नास्ति चेत् तत्र तु नुमागमः न भवति. यत्र जुहोत्यादिगणे अस्ति तत्र बहुवचने रूपद्वयं भवति. तर्हि अत्र वानपुंसकस्य इत्यनेन बहुवचने बहुवचनस्य कृते एव अस्ति तत्र सूत्रं. तर्हि द्विवचनस्य कृते शप्शनोन्नत्यम् आचीनद्योर्नं, नपुंसकलिङ्गस्य बहुवचनस्य कृते नपुंसकस्य जलजः वा नपुंसकस्य इति सूत्रद्वयं खलु. पुनः वदतु भगिनि. द्विवचनस्य कृते प्रथमाविभक्ति द्वितीयाविभक्ति द्विवचनस्य कृते शप्शनोर्नित्यम् आचीनद्योर्नम् इति सूत्रद्वयं. षी प्रत्ययः अस्ति खलु, तर्हि आप् षी नद्योः इति अस्ति, अनेन आचीनद्योर्नम् इति सूत्रम्, अनन्तरं शप्शनोर्नित्यम् इति सूत्रद्वयम्. अनन्तरं बहुवचनस्य कृते नपुंसकस्य जलचः वा नपुंसकस्य इति. एकनिमिषम्. अनन्तरं नपुंसकस्य कृते एतदपि द्रष्टव्यः खलु, नाभ्यस्तचतुः इत्यपि द्रष्टव्यं खलु, तदपि अस्ति. यदि अभ्यस्तसंज्ञक अस्ति चेत् कुत्रचिदपि यत्किमपि भवतु, द्विवचने वा बहुवचने वा, नाभ्यस्तचतुः इत्यनेन अनुभागमः न भवति एव. अस्तु, तदपि पश्यामः. अस्तु, कस्य अधुना पुनः नाभ्यस्तचतुः इति सूत्रेण जुहोति अधिगणः यत्र द्वित्वम् अस्ति चेत्, अभ्यस्तसंज्ञा अस्ति चेत् तस्य तु कुत्रचित् अपि विवचने वा बहुवचने वा भवतु, कुत्रचित् अपि नुमागमः न भवति. अस्तु, तर्हि तत्सर्वं द्रष्टव्यं. किञ्चित् पञ्च वा सूत्राणि सन्ति अत्र, पश्यामः. प्रथमं किमस्ति, एकैकं कृत्वा वयं पश्यामः. महोदय कृतवान् खलु, भवतः किम् आसीत् धातुः, किम् आसीत् पूर्वं स्मरति किम्? अरुणा भगिनी वदति किम्? अरुणा भगिनी स्मरति किं भवत्याः? किं नश्चित् लक्ष्मी भगिनी आरम्भं करोतु. भवत्याः धातुः किम् आसीत्? आं भगिनि, भी धातुः तत्र जुहोत्यादिगणे ये धातुः बिभेति इति लट्लकाररूपमस्ति, भवती उक्तवती बिभ्यत् इति प्रातिपदिकम्, अत्र नपुंसकलिङ्गरूपाणि साधनीयानि. अत्र नपुंसकलिङ्गे जुहोत्यादिगणे ये धातुः अस्ति इति कृत्वा नाभ्यस्तात् चतुः इति सूत्रेण पुंलिङ्गे नुमागमः न भवति, किन्तु अत्र बहुवचने नपुंसकस्य झलचः इति सूत्रेण प्रथमाविभक्त्यां बहुवचने किमित्युक्ते नपुंसकस्य झलचः इत्यनेन नवसु एव गणेषु भवति, अत्र विहाय यत्किमस्ति जुहोत्यादिगणं विहाय. अस्तु, क्षम्यताम्. इत्युक्ते अत्र नपुंसकस्य झलचः इत्यस्य प्रसक्तिः केवलं नवसु गणेषु एव बहुवचनरूपे भवति, किन्तु अत्र धातुः जोहत्यादिगणीयधातुः अस्ति इति कृत्वा अत्र वा नपुंसकस्य इति सूत्रेण बहुवचने नुमागमः विकल्पेन आयाति इति लिखितमस्ति. तेन रूपं कथं भवति इत्युक्ते द्विवचने किं भवति, द्विवचने बिभ्यति इति भवति, शतुः इत्यनेन न भवति एव द्विवचने, कुत्र द्विवचने तु न भवति खलु, नाभ्यश्चतुः इत्यनेन न भवति नुमागमः द्विवचने, किन्तु बहुवचने वा नपुंसकस्य इत्यनेन विकल्पेन अत्र न दीयते भगिनि. भगिनि अत्र तत्तु अस्ति भगिनि, तदपि अस्ति. किमर्थम् इत्युक्ते नाभ्यश्चतुः इत्यनेन इत्युक्ते तु नपुंसकलिङ्गे इति न उक्तमस्ति खलु, एकवारं पश्यामः आवश्यकं चेत्. तत्तु तदेव अस्ति, अभ्यस्तात् अङ्कात् तु अङ्गस्य उत्तरस्य शतुः नुम् न भवति इति एव अस्ति. इत्युक्ते अभ्यस्तसंज्ञक् अस्ति चेत् पुल्लिङ्गे वा स्त्रीलिङ्गे वा तत्र तु न भवति इति मन्ये, नपुंसकलिङ्गे वा न भवति. इत्युक्ते त्रिषु लिङ्गेषु अनेन सूत्रेण समागमः न भवति, किन्तु अत्र विशेषतया जुहोत्यादिगणे वा नपुंसकस्य इत्यनेन बहुवचने पश्यामः. किं भगिनि एकनिमिषं भगिनि, ददत् इत्यस्य रूपाणि अन्ते अपि भगिनि सि इति भागः अस्ति अस्माकं करपत्रे एव, अत्र अभ्यस्तसंज्ञकाः जुहोत्यादिगणः इति अस्ति, तत्र ददत् इति उदाहरणं दत्तमस्ति, प्रक्रिया अपि पूर्णतया. तर्हि द्विवचने नास्ति खलु, शतुः इत्यनेन न भवति, न भवति. अस्तु, द्विवचने. अस्तु, तर्हि वदतु भगिनि. बिभ्यति अत्र नपुंसकलिङ्गे, अत्र बहुवचने उक्तवती, रूपद्वयम् इति उक्तवती, तर्हि द्विवचने भवति इति. द्विवचने अत्र नाभ्यस्तात् चतुः इत्यनेन न भवति, तदेव इत्युक्ते तत्र बिभ्यन्ति अत्र एकस्मिन् पक्षे बहुवचने रूपद्वयं वक्तव्यम्. बिभ्यति अथवा बिभ्यन्ति, ह्रस्वैकारः भवति बहुवचने, बिभ्यति बिभ्यति नो चेत् बिभ्यन्ति इति रूपद्वयम्, अनन्तरं बिभ्यत् बिभ्यति बिभ्यति बिभ्यन्ति इति रूपद्वयं बहुवचने. धन्यवादः. द्वितीयविभक्त्याम् अग्रे रामप्रिया भगिनी, धातुः कः आसीत् भवत्या? स्मरति भगिनि चेत् श्रूयते वा? क्रन्तत् इति अङ्गमासीत्, क्षम्यतां, प्रातिपदिकं कृन्तत् इति तनादिगणीयधातुः किल, प्रायः प्रायः. अस्तु, रुदादिगणीय इति मन्ये, रुदादिगणीय रुदादि रुदादिगणि अस्तु रुदादिगणि अस्ति अस्ति चेदपि अत्र कृन्तत् कृन्तत् इत्युक्ते आची नद्योर्नुम् अत्र किमर्थम् अस्य सूत्रस्य प्रसक्तिः नास्ति एतत्तु अभ्यस्तसंज्ञा नास्ति अतः नाभ्यस्ता चतुः इत्यस्य अत्र अवसरः एव नास्ति वानपुंसकस्य अपि न कार्यं करोति अभ्यस्तसंज्ञाविषये एव तस्य अपि कार्यम् अतः अत्र षी प्रत्यये परे अस्ति इति कृत्वा आचिनद्योर्नुम् इत्यनेन ओ अस्तु अस्तु अस्तु नपुंसकलिङ्गे वदामः खलु न नपुंसकलिङ्गे परन्तु तत्र नुम् आगमः न भवति किमर्थं न भवति आचिनद्योर्नुम् किमर्थम् आदर्तम् अभावः अस्ति अस्ति दन्तम् अङ्गं नास्ति कृन्तत् कृन्तत् अस्तु प्रथमा प्रथमा द्वितीया बहुवचने तु श्री प्रत्यये परे नपुंसकस्य जलजः इत्यनेन नुमागमः तु भवति एव अतः कृन्तत् कृन्तत् कृन्तन्तौ न न न न कृन्तत् कृन्तौ नपुंसकलिङ्गे षी प्रत्यये ओ षी प्रत्यये अस्तु अस्तु आमामां कृन्तत् कृन्तती कृन्तन्ती इति कृन्तत् कृन्तती कृन्तन्ती एव बहुवचने कृन्तन्ति बहुवचने तु ह्रस्वैकारः अस्ति छि इति अस्ति प्रत्ययः द्विवचने एव दीर्घैकारः षि इति बहुवचने षि इति एतत्तु रुदादिगणे कृन्तन्ति रुदादिगणे तदेव तदेव शत्रुप्रत्ययः अस्ति तुदादिगणस्य अपि कृन्तत् इति तुदादिगणस्य किं भेदः कः भवति तर्हि तुदादिगणे भवति चेत् तत्र तु अस्माकं नुम् आगमः तत् प्रथम आचीनद्योर्नुम् तत्र भवति एव किल तुद् भुवादिगणे तुदादिगणे तत्र नुम् आगमः भवति अतः तत्र कृन्तत् कृन्तति कृन्तन्ति इति रूपद्वयं कृन्तन्ति तर्हि सत्यं भगिनि कृन्तत् कृन्तति कृन्तन्ति इति रूपद्वयं मध्यम द्विवचने अनन्तरं बहुवचने तु एकमेव रूपं नपुंसकस्य जलजः इत्यनेन कृन्तन्ति इति आम् महोदय आम् द्विवचने किमर्थम् इत्युक्ते आचीनद्योन्नम् इत्यनेन बहुवचने एकमेव रूपं नपुंसकस्य जलजः इति अत्र करपत्रे अन्ते दत्तमस्ति परन्तु तत्र किमर्थं रुदादिगणे दीर्घं कृतवन्तः इति न जाने भगिनि कुत्र भगिनि अन्तिमकरपत्रे अन्ते डि इति भागः अस्ति यत्र नपुंसकस्य रूपाणि दत्तमस्ति रुदादौ रुन्दत् रुन्दती रुन्दन्ती इति दीर्घम् अन्यत्र तु अस्माकं ह्रस्वमेव न न न केवलं मुद्रणदोषः मुद्रणदोषः वा अत्र आचीनद्योम्नुम् इति अनुमागमः अत्र शी प्रत्यये परे किमर्थं महोदय आचीनद्योर्नुम् इति आमां रुदादिगणे खलु रुदादिगणे नास्ति रुदादिगणे तु अस्ति आम् मुद्रणदोषः एव किल आमां सत्यं भगिनि अहं लेखिष्यामि यदि मुद्रणदोषः सन्ति चेत् कृपया वदन्तु महोदय आगत्य परिशीलयिष्यति अस्तु अग्रे कस्य पर्यायः बहुवचने सूत्राणि कानि सन्ति किं किं सूत्रमस्ति नपुंसकस्य जलः इति सूत्रेण जलस्य इति सूत्रं बहुवचने तुदादिगणे बहुवचने सूत्रद्वयं वानपुंसकस्य इति सूत्रेण विकल् ज्योतिदिगणे विकल्पेन इति कृतम् परन्तु तुदादिगणे दिविवचने एव विकल्पेन भवति इति आचीनज्योतिर्न भवति सत्यं बहुवचने काव्यव्यवस्था बहुवचने तु तर्हि नुमागमः नित्यं भवति नुमागमः तु भवति एव खलु नपुंसकस्य जलजः इति सूत्रेण क्षम्यतां महोदय तर्हि षी प्रत्ययः अस्ति तत्तु षी प्रत्ययः नास्ति इति कृत्वा एव दीर्घस्वस्वीकारः तत्र तु मुद्रणदोषः एव अस्तु धन्यवादः महोदय महोदय भवतः एव क्रमः भवान् भवतः धातुः कः आसीत् चालयत् इति आसीत् खलु चालयत् इति चुरादिगणीयधातुः अस्ति तस्य वदति किं महोदय नपुंसकलिङ्गे चुरादिगणे अत्र द्विवचने का स्थितिः द्विवचने महोदय किं गण द्विवादिगणे वा चुरादिगणे अत्र सप्पः निश्चय अस्ति अतः अत्रापि नुमागमः भवति नपुंसकस्य जलस्य इति सूत्रेण एव कार्यं करोति प्रथमद्विवचने वदतु महोदय द्विवचने स्थितिः का एकनिमिषं महोदय वदतु द्विवचने शालयत् शालयति इति किं न न सूत्रं किं द्विवचने सूत्रद्वयस्य प्रसक्तिः अस्ति खलु द्विवचने सप्शनोर्नित्यम् इति सूत्रेण द्विवादिगणे द्विवादिगणे चुरादिगणे अपि नित्यम् इति दत्तं नित्यम् इति कृत्वा रूपं किं भवति चालयत् इत्यस्य रूपं किं भवति एकवचने चालयत् द्विवचने चालयन्तौ न चालयन्ति बहुवचने चालयति चालयन्ति क्रस्वम् इकारः चालयन्ति एव किमर्थम् इत्युक्ते नपुंसकस्य जलसः इति सूत्रेण नपुंसकस्य ज्योत्यधिगणे नास्ति इति कृत्वा नपुंसकस्य जलसः इति नुमागमः भवति एव नित्यं तर्हि चालयत् चालयन्ति चालयन्ति इति खलु नित्यम् अस्ति धन्यवादः महोदय अग्रे कस्य क्रमः आसीत् सरला भगिन्याः उक्तं किम् अस्तु मम शृणत् इति क्रियादिगणस्य धातुः अस्ति शृणत् इति नपुंसकलिङ्गे शृणत् नाभ्यस्त चतु तस्य प्रसक्तिः नास्ति कारणकि अभ्यस्त अङ्गं नास्ति अतः शृणत् द्विवचने शृणति इति भवति कारणकि शप्शनो नित्यं नास्ति आचिनद्योनम् अपि तस्य अपि प्रसक्तिः नास्ति बहुवचने नपुंसकस्य जलस् तस्य प्रसक्तिः भवति नुम् नित्यं भवति शृण्वन्ति इति भवति तु शृणत् शृण्वन्ति शृण्वन्ति शृणत् शृण्वन्ति शृण्वन्ति शृण्वन्ति तु केवलं बहुवचने एक प्रथमा द्वितीयविभक्त्यां नुमागमः भवति चतुर्थरूपमपि उक्तवती द्विवचन द्विवचने केवलम् ईकार आगच्छति शृण्वन्ति इति खलु धन्यवादः अस्तु पुष्पभगिनी वदति किं भवत्याः धातुः तुदादिगणे आचिन्नद्योर्नुम् इत्यनेन नुं वैकल्पिकं तत् कारणात् चर्चत् चर्चन्ति चर्चति बहुवचने बहुवचने नवसु अस्ति, तत् चर्चन्ति. नपुंसकस्य जलजः सूत्रं वक्तव्यं भगिनि, नपुंसकस्य जलजः इत्यनेन न चर्चन्ति. तर्हि चर्चत् चर्चति चर्चन्ति चर्चन्ति. अस्तु भगिनि, धन्यवादः भगिनि. अरुणा भगिनी वदति किं भवत्याः धातुः कः आसीत्? सीव्य नपुंसकलिङ्गे अभ्यस्तं नास्ति, ततः न अभ्यस्तात् आगमनं भवति. द्वितीय प्रथमद्विवचने शप्शनोर्नित्यम् इति सूत्रेण शीव्यन्ति प्रथमा बहुवचनं शीव्यन्ति बहुवचनं सूत्रं वक्तव्यं पुनः पुनः वदामि, सूत्रं वक्तव्यं मनः स्मर्यते खलु अस्माभिः. तर्हि शप्शनौन्नित्यं नपुंसकस्य जलजः इति सूत्रद्वयं कार्यं करोति. तर्हि सीव्यत् सीव्यन्ति सीव्यन्ति अस्तु अग्रे. तर्हि नपुंसकलिङ्गस्य चिन्तनम् अभवत् खलु, स्त्रीलिङ्गे पश्यामः किम्? स्त्रीलिङ्गे तु प्रातिपदिके एव भवति, सूत्रद्वयम् अस्ति, वयं तु जानीमः. नपुंसकलिङ्गस्य अभ्यासं कृतवन्तः, तर्हि स्त्रीलिङ्गस्य कृते कष्टमेव नास्ति, वयं तु जानीमः सरलम् अस्ति. शक्षणोन्नित्यम् आचिनद्योनं केवलं गणं चिन्तनं भवति. गणे इति वादौ द्विवादौ चुरादौ अस्ति चेत् नित्यं भवति निमागमः प्रातिपदिके एव. यत्र तुदादौ अस्ति चेत् नुमागमः विकल् तुदादौ नो चेत् अकारान्त वा आकारान्त वा अदादिगणीयधातुः अस्ति चेदपि नुमागमः विकल्पेन भवति. अनन्तरं यदि हलन्त अकारम् अकारं विना अवर्णं विना अन्यत् सर्वम् अन्यत् यत्किमपि वर्णम् अन्ते भवतु अदादिगणीय तादृशधातुः अस्ति चेत् नो चेत् अन्येषु गणेषु वर्तन्ते चेत् वर्तते चेत् तस्य तु नुमागमः न भवति. तर्हि अभ्यासं कुर्मः. अस्माकं धातुः किम् आसीत्? रामप्रिया भगिनी आरम्भं करोति. किं भवत्याः धातुः किम् आसीत्? कृन्तत् एव किल, रुदादिगणस्य. रुदादिगणः तत्र तु नुमागमः न भवति. शप्शनोर्नित्यं तु द्वादि दिवादि चुरादौ एव, अचिनद्योर्नुं तु तुदादौ, तदपि वैकल्पिकम्. अतः अदादौ अपि भवति इति स्मर्तव्यं. तुदादौ अनन्तरं कुत्रचित् अदादौ अपि भवति, परन्तु इदानीं तु क्रन्तत् इति रुदादिगणीयधातुः अत्र न भवति. अतः क्रन्तति इति भवति किल भगिनि, क्रन्तति इति प्रातिपदिकं स्त्रीलिङ्ग प्रातिपदिकं. तर्हि रूपाणि प्रथमविभक्ति द्वितीयविभक्ति किं भवति? अस्तु, अस्माकं प्रत्ययः नदीशब्दवत् क्रन्तति, क्रन्तत्यौ, क्रन्तत्यः, क्रन्ततीं, क्रन्तत्यौ, क्रन्तत्यः, क्रन्ततीः वा खलु. आम् आम्, नदीः इति अस्ति. द्विवचने बहु द्वितीयविभक्त्यां बहुवचने क्रन्तति. ओ, बहुवचने. अस्तु अस्तु अस्तु अस्तु. अत्र क्षम्यताम्, आचिनद्योर्णं तत्र किम् उक्तव्यम् इत्युक्ते तुदादिगणे अनन्तरं किम् अस्ति अवर्णान्त अदादिगणस्य नुमागमः विकल्पेन इति. अवर्णान्त अदादिगणः इति वक्तव्यं, कुत्रचित् इति न वक्तव्यं, न वदेम. अस्तु, धन्यवादः भगिनि. मणिमहोदय वदति किम्? चुरादिगणे अपि सप्चेनोर्नित्यम् इति सूत्रेण नित्यं नुमामः भवति. साले स्त्रीलिङ्गे चालयति प्रातिपदिकं किं नित्यं वा वैकल्पिकं वा नास्ति वा वदतु अन्यम् अन्यं वा प्रेरयतु अनित्यं भवति तर्हि रूपं किं श्रीलिङ्गे चालयति नुमागमः अस्ति इति उक्तवान् खलु आमामां श्रीलिङ्गे सरला भगिनि मा वदतु भगिनि चालयन्ति इति प्रातिपदिकम् आमां चालयन्ति चालयन्त्यौ चाल बहु द्विवचने औ इति भवति भवति चलन्ति नदी नद्यौ नद्यः खलु तथा एव मान्यकार्यमस्ति नदी शब्दवत् आम् चालयन्ति चालयन्त्यौ चालयन्ति यः वा महोदय चालयन्ति चालयन्त्यः चालयन्त्यः अनन्तरं चालयन्तं चालयन् द्वितीयविभक्ति विभक्त्यां किं भवति नदीं खलु तर्हि चालयन्तीम् इति चालयन्तीम् इति मकारः अपि अस्ति खलु चालयन्तीम् इति महोदय नदीशब्दस्य वदतु नदीशब्दस्य वदतु महोदय नदी नदी नद्यौ नद्यौ नद्य नद्यौ वदतु नदी नद्यौ नद्यः द्विवचने द्विवचने नदीं नदीं नदीं नदीं दीर्घ एकारः नदी नदी नद्यौ नद्यौ नद्यौ द्विवचने नद्यः नदीः नदीः कुत्रचित् लिखतु नदी नद्यौ नद्यः नदीं नद्यौ नदीः धन्यवादः भवती शब्दस्य भवती भवत्यौ भवत्यः भवतीं भवत्यौ भवतीः इति अधुना वदतु चालयन्ती चालयन्त्यौ चालयन्तः वा चालयन्त्यः अत्र विसर्गः अस्ति कृपया पुनः महोदय भवान् यत् उक्तवान् तदेव चालयन्ती चालयन्त्यौ चालयन्त्यः चालयन्तीं चालयन्त्यौ चालयन्तीः भवान् यत् तत् सत्यमेव तदेव अस्ति आम् अस्तु सरला भगिनी वदति किं भवत्याः किमासीत् शृणत् इति अस्ति क्रियादिगणे तस्य स्त्रीलिङ्गे नाभ्यस्य नास्ति अतः शृणति शृणत्यौ शृणत् त्यः शृणतीं शृणत्यौ शृणतीः इति भवति धन्यवादः भगिनि पुष्पा भगिनी वदति चर्चति चर्चन्त्यौ चर्चति इति कस्मिन् गणे इति उक्तवती अहं सुदादिगणे इति उक्तवती खलु तर्हि सुदादिगणे चर्चति चर्चन् न रूपद्वयं भवति प्रातिपदिके एव रूपद्वयं भवति चर्चति इति एकं प्रातिपदिकम् अन्यत् प्रातिपदिकमस्ति चर्चन्ति इति अन्यत् प्रातिपदिकम् एव तर्हि चर्चति इति प्रातिपदिकं स्वीकृत्य रूपाणि वदन्तु वदतु प्रातिपदिकमेव द्वयं भवति विकल्पेन चर्चति इति एकं प्रातिपदिकम् अनन्तरं भिन्नं प्रातिपदिकमस्ति चर्चन्ति इति अपरस्मिन् पक्षे तर्हि प्रथमम् एकं प्रातिपदिकं स्वीकृत्य रूपाणि वदतु अनन्तरं द्वितीयं प्रातिपदिकं स्वीकृत्य चर्चन्ति इति वदनेन चर्चन्ति चर्चन्त्यौ चर्चन्त्यः चर्चन्तीं चर्चन्त्यौ चर्चत्याः चर्च चर्चन्तीः क्षम्यतां, तत्र तु नकारः नास्ति, चर्चतीः इति एव अस्ति, चर्चतीः इति. ओ क्षम्यतां, तत्र नकारः अस्ति, अत्र तु प्रातिपदिके एव नकारः भवति खलु, कृत्वा चर्चन्तीः, चर्चन्तीः इति. अनन्तरं तृतीयविभक्ति तु चर्चन्त्या चर्चन्त्यां सर्वत्र नकारः अस्ति. यदि स्त्रीलिङ्गे यदि नकारः आयाति चेत् सर्वत्र आयान्ति. अष्टसु अपि विभक्तिषु आयाति, नास्ति चेत् अष्टसु विभक्तिषु अपि न आयाति एव. तर्हि अन्यत् प्रातिपदिकम् आसीत् खलु अपरस्मिन् पक्षे, चर्चति इति एकं प्रातिपदिकम् आसीत्, तस्य चर्चति, चर्चत्यौ, चर्चत्यः, चर्चतीं, चर्चत्यौ, चर्चतीः. उत्तमं भगिनि. अनन्तरं चर्चत्या, चर्चद्यां, चर्चद्भिः इति, भ्यः इति, क्षम्यतां, भिः इति अस्ति, चर्चद्भिः इति. धन्यवादः भगिनि. अरुणा भगिनी भवत्याः वदति किं भगिनि? अत्र सीव्यति इति किम् अस्ति, कस्मिन् गणे अस्ति? मध्ये विकर्णप्रत्ययः किं श्रूयते, ऊहा करोतु, कस्मिन् गणे गणे भवितुम् शन् इत्यनेन. तर्हि सूत्रं किम् अस्माकं स्त्रीलिङ्गस्य कृते? शप्शनो नित्यम् इति अस्ति खलु, आचीनद्योर्णं प्रबाद्य शप्शनो नित्यम् इति कार्यं करोति. तर्हि निमागमः नित्यं भवति, नित्यं भवति. तर्हि रूपं किं? शीव्यन्ति, शीव्यन्त्यौ, शीवन्त्यः, शीवन्तीं, शीवन्त्यौ, शीवन्तीः. सीव्यन्तीः. आं धन्यवादः भगिनि. लक्ष्मी भगिनी भवत्याः धातुः किम् आसीत्? भी धातुः, जुहोत्यादिगणीयधातुः, तत्र नाभ्यस्थात् क्षतुः इत्यनेन तत्र नुमागमः न एव भवति, अतः सर्वेषु रूपेषु नुमागमः न दृश्यते. स्त्रीलिङ्गे प्रातिपदिकमस्ति बिभ्यति, यथा नदी शब्दवत् बिभ्यति, बिभ्यत्यौ, बिभ्यत्यः, बिभ्यतीं, बिभ्यत्यौ, बिभ्यतीः इति रूपाणि. धन्यवादः भगिनि. अत्र अत्र ईकारान्त अस्ति खलु, किमर्थं अन्ते ईकारः अस्ति खलु, कः प्रत्ययः केन सूत्रेण इति वदति किं स्त्रीलिङ्गविवक्षायाम्? अत्र शस्त्रप्रत्ययस्य कृते प्रातिपदिके अन्ते ई इति श्रूयते खलु, स्त्रीलिङ्गीतस्य इति सूत्रेण नीप् प्रत्ययः विधीयते. धन्यवादः. समयः अतीतः इति मन्ये सर्वेषामपि क्रमः जातः, पर्याय तर्हि विरमामः किं? तर्हि गृहपाठरूपेण एकैकं दातुं स्वीकृत्य स्वयम् एकं दातुः स्वीकृत्य आगच्छन्ति किम्? त्रिषु अपि लिङ्गेषु चिन्तनं कृत्वा आगच्छामः भगिनि. तर्हि धन्यवादः. तर्हि धन्यवादः भगिनि. शुभरात्रिः. धन्यवादः भगिनि. शुभरात्रिः. धन्यवादः.